नमस्कारः, अस्माकं पाणिनीयव्याकरणवर्गे सर्वेषां स्वागतम्। अत्र धातुपाठे हल्सन्धिः इति पाठः प्रवर्तमानः अस्ति। तस्य प्रथमभागः यत्र प्रत्ययः अपृक्त एकाल् अस्ति, तत्र हल्सन्धिः तत्र कथं भवति इति पाठः। तत्र त्रीणि सोपानानि सन्ति। सोपानत्रयं किम् इत्युक्ते, प्रथमसोपाने तु हल्न्याभ्यो दीर्घाच्युतिस्य पृक्तं हल् इत्यनेन अपृक्त एकाल् प्रत्ययः अस्ति चेत् तस्य लोपः, लङ्लकारे तकारसकारः प्रथमपुरुष एकवचनं मध्यमपुरुष एकवचने, हल्न्याभ्यो दीर्घाच्युतिस्य पृक्तं हल् इत्यनेन तकारसकारयोः लोपः भवति। इदानीं पदं जातम्, अनन्तरं यद् पदं वयं निर्मितवन्तः तस्य पदं तस्य निर्माणानन्तरं कार्यं यद् भवति, पदं निमित्तीकृत्य यत्किमपि कार्यं तद् वर्तते, तस्मिन् सोपाने एव वयं स्मः इदानीम्। अनन्तरं जष्ट्वचत्वसन्धिः, यदा समयः लभ्यते चेत् अद्य एव तदपि पश्यामः। तत्र वयं गतसप्ताहे सूत्राणि पदान्ते कार्यं किम् इति दृष्टवन्तः। संयोगान्तस्य लोपः इत्यनेन पदान्ते संयोगः अस्ति चेत् तस्य लोपः भवति, अन्तिमवर्णस्य लोपः। हलोऽनन्तरासंयोगः इत्यनेन संयोगः इत्यस्य संज्ञा, अनन्तरं संयोगान्तस्य लोपः इति विधिसूत्रेण पदस्य अन्ते संयोगः अस्ति चेत् तस्य लोपः। अनन्तरं संयोगस्य प्रथमसदस्यः रेपः चेत् रेपात् परः सकारः अस्ति चेत् सकारस्य एव लोपः भवति, अन्यवर्णस्य न इति नियमसूत्रं, रात्सस्य इति नियमसूत्रेण नियमयति एतत् सूत्रं। रेपः अस्ति, सकारः अस्ति चेत् रेपात् अनन्तरं सकारः अस्ति चेदेव लोपः, रेपात् अनन्तरम् अन्यवर्णः अस्ति चेत् तस्य लोपः न भवति इति रात्सस्य इति सूत्रं वदति। अनन्तरं राल्लोपः, इदानीं किं भवति, राल्लोपः इति सूत्रात् आरभ्य पदान्ते अपि कार्यं निमित्तद्वयं, चलीपरे पदान्ते। रात्सस्य संयोगान्तस्य लोपः केवलं पदान्ते, परन्तु राल्लोपः इति सूत्रात् आरभ्य जलो जलि इति सूत्रेण अनुवृत्तिः आगच्छति जलि इति, अतः तत्र रेपात् परस्य चकारः वकारः लोपः भवति, क्वि जलादिप्रत्ययः अनुनासिकः परे अस्ति चेत् इति सूत्रं वदति। अनन्तरं किम् आसीत्, राल्लोपः समाप्य वयं स्कोः संयोगाद्योरन्ते च इति सूत्रं दृष्टवन्तः। तत्र संयोगस्य आदिमवर्णः सकारः वा ककारः वा अस्ति चेत् तस्य लोपः भवति, संयोगः अस्ति प्रथमवर्णः सकारः वा ककारः अस्ति चेत् तस्य लोपः भवति इति, संयोग पदान्ते क्षम्यतां पदान्ते संयोगः अस्ति चेत् तत्र चत्वारि कार्याणि इति दृष्टवन्तः। अनन्तरं चवर्गान्तदातवः, तत्र चोः कुः इति एकं सूत्रं, चवर्गस्य स्थाने कवर्गादेशः, जली पदान्ते, पुनः सर्वत्र जली जली इति अनुवर्तते, पदान्ते इति पदस्य इति अधिकारः अस्ति, अतः तदपि अनुवृत्तिरूपेण सर्वत्र आगच्छति, अतः स्मर्तव्यम् अत्र निमित्तद्वयं जली पदान्ते। अनन्तरं चोहोकुः इति सामान्यसूत्रं, रश्च भ्रश्च इति एकं सूत्रं दृष्टवन्तः, दीर्घसूत्रं रश्च भ्रश्च सृज मृज यज राज राज चशांशः इत्यनेन मूर्धन्यषकारादेशः भवति परिगणितधातूनाम्, अनन्तरं चकारान्त षकारान्त ताळव्यषकारान्तानां मूर्धन्यषकारः आदेशः भवति, तदेव चोहोकुः इति सामान्यसूत्रस्य अपवादः। अनन्तरं हकारान्तधातुः अपि दातवः अस्ति चेत् किं कार्यम् इति अपि दृष्टवन्तः। तत्र प्रथमं होडः सामान्यसूत्रं, हकारान्तस्य हकारान्तधातुः अस्ति चेत् हकारस्य स्थाने ढकारादेशः जलि पदान्ते पुनः अनुवृत्तिः तस्य अपवादसूत्रं धादेर्धातोर्गः तत्र निमित्तं किं क्षम्यतां तत्र तु स्थानमस्ति तद् धकारादिधातुः भवेत् अनन्तरं अन्ते हकारः हकारस्य स्थाने एव डकारादेशः परन्तु तत्र डकारादिः भवेत् इत्यपि एकं निमित्तम् अस्ति डकारादिधातुः हकारस्य स्थाने गकारादेशः तत्र एकम् अन्यत् सूत्रम् अस्ति धाधिर्धार्तोर्गः इति नित्यं भवति वा दृह मुह स्नुह स्निहाम् इति सूत्रं तु विकल्पेन भवति अतः दृह् इति धातुः यद्यपि तद् दकारादि हकारान्तधातुः अस्ति चेदपि तस्य वैकल्पिकम् इष्यते इति कृत्वा तत्र अस्मिन् सूत्रे तत् स्थापितमस्ति दृह् मुह् स्नुह् स्निह् चतुर्णां धातूनां हकारस्य स्थाने विकल्पेन घकारादेशः एकस्मिन् पक्षे होडः इत्यनेन अन्यस्मिन् पक्षे डकारादेशः तदपि जलिपदान्ते नहोधः तत्रापि नह् केवलं नह् धातोः कृते एव हकारस्य स्थाने दह इति ध आदेशः भवति जलिपदान्ते इति चत्वारि सूत्राणि वश्भावः पठितवन्तः अतः किञ्चित् तस्य एव पुनस्मरणं कृत्वा अग्रे सरामः वश्भावसूत्रं वयम् अष्टाध्यायी डाट् काम् मध्ये पठामः तत्र इतोपि उदाहरणानि सन्ति इति कृत्वा रघुपतिमहोदय पठति वा 8 to 37 महोदय एकवारं उद्घाटयामि एकाचो बष्वः अस्तु एकाचो बषो बष् झसन्तस्य सद्धोः इति अस्ति सूत्र सम्पूर्णसूत्रमस्ति धातोः एकाचः झसन्तस्य बषः सद्धोः धोः पदान्तस्य अन्ते च बष् भाव बष् इति धातोः यः एकाच दशन्तः अवयवः तस्य बष् वर्णस्य पदान्ते सकारे द्वशब्दे वा परे बष् स्यात् इति अस्ति अत्र अग्रे पठामि वा एकवारम् आम् आम् महोदय प्रथमबिन्दुः पूर्णतया पठतु अनन्तरम् अस्य सूत्रस्य अर्थः किञ्चित् क्लिष्टः अस्ति अतः क्रमेण पश्यामः सर्वप्रथमं सूत्रेऽस्मिन् ये चत्वारः प्रत्याहारः प्रयुक्ताः ते ज्ञातव्याः बष् इत्युक्ते वर्ग तृतीय जकारविहाय अस्तु जकारविहाय अन्ये वर्गतृतीया ब घ ड ध इति बष् इत्युक्ते झकारं विहाय अन्ये वर्गचतुर्थाः झष् झ भ घ ड ध सर्वे वर्गचतुर्थाः अच् सरे सर्वे स्वराः इति अस्ति तत्र यः एकाच धातु यः एकाच जशन्तः अस्ति तस्य जशन्तः अस्ति तस्य बष् वर्णस्य पदान्ते पदान्ते अथवा सकारे अपि च अथवा ध्वशब्दे परे बष् भावः भवति बष् इत्युक्ते वर्गचतुर्थ झकारविहाय बष् वर्ण इत्युक्ते बष् इत्यस्य बष् भाव बष् वा भवति तर्हि जकारविहाय वर्गतृतीया इति इति अस्ति अस्ति जशन्तस्य एव एकाच जशन्तस्य इति अस्ति जशन्तः एव तत्र तु जबगडध इति वर्गचतुर्थाः अच्च तु सर्वे स्वराः प्रथमं यद् प्रत्याहारः प्रत्याहाराः सन्ति तस्य विवरणं समीचीनं किल तद् क्लिष्टः अस्ति इति ते एव उक्तवन्तः पठामि आं नमस्ते भगिनि आम् विभजनं कृत्वा पठामः चेत् सम्यक् भवति. बष्बावः बहुत्र आगच्छति, अतः बहु मुख्यसूत्रमस्ति, किञ्चित् सावधानेन पठित्वा अवगन्तुं प्रयत्नं कुर्मः. अस्तु, श्रीवल्ली भगिनी द्वितीयतृतीयबिन्दुः पठति वा? आं भगिनि. तदनन्तरम् एकाच् इति किं तत् ज्ञातव्यम्. एकाच् अयं बहुव्रीहि समासः अस्ति. एकः अच् यस्मिन् अस्ति सः एकाच् इत्युक्ते सः शब्दः वर्णसमूहः वा यस्मिन् केवलम् एकः स्वरः अस्ति, यथा वद्, जि, अट्, श्वन्, लिह्. एतेषु शब्देषु केवलम् एकः एव स्वरः अस्ति, अतः एते सर्वे शब्दाः एकाच् शब्दाः सन्ति. ज्ञातव्यम् एकाच् शब्दे व्यञ्जनानि अनेकानि भवितुं शक्यन्ते, परन्तु स्वरः केवलम् एकः एव भवेत्. आं भगिनि, सूत्रे एकाच् इति किम् अर्थः दत्तमस्ति. एकाच् इति किं तत् ज्ञातव्यम्. एकाच् अयं बहुव्रीहि समासः. एकः अच् यस्मिन् अस्ति सः एकाच् इत्युक्ते सः शब्दः वर्णसमूहः वा यस्मिन् केवलम् एकः स्वरः अस्ति, यथा वद्, जि, अट्, श्वन्, लिह्. एतेषु शब्देषु केवलम् एकः एव स्वरः अस्ति. वद् कः स्वरः वदतु भगिनि. अकारः वद् वद् इति पदे अकारः एव एकः अच् अस्ति. जि मध्ये ह्रस्व इकारः, अट् ह्रस्वकारः, श्वन् ह्रस्वकारः, लिह् मध्ये ह्रस्व इकारः. एतेषु शब्देषु केवलम् एकः एव स्वरः अस्ति, अतः एते सर्वे शब्दाः एकाच् शब्दाः सन्ति. ज्ञातम् एकाच् शब्दे व्यञ्जनानि अनेकानि भवितुं शक्यन्ते, परन्तु स्वरः केवलम् एकः एव भवेत्. एकः अच् बहुव्रीहि समासः. समीचीनं. यद्यपि तत्र बद् इत्यत्र तृतीयबिन्दु, तत्र व्यञ्जनानि सन्ति, अधिकव्यञ्जना व्यञ्जनद्वयं सन्ति स्तः, तत्रापि एकः एव अच् अच् अस्ति चेत् एकाच् इति अस्ति इति एकाच् इति ज्ञातव्यम्. तृतीयबिन्दुः, इदानीं झषन्तः इत्युक्ते किं तत् पश्यामः. झषन्त एकाच् शब्दः इत्युक्ते सः एकाच् शब्दः यस्य अन्ते झष्वर्णः अस्ति, यथा लभ्, मघ्, क्षुत्, उङ् आदयः सर्वे झषन्ताः एकाचः धातवः सन्ति. आमां, झषन्तः इत्युक्ते किं. झषन्तः एकाच् शब्दः इत्युक्ते एकाच् शब्दः एकः स्वरः एव अस्ति, एकाच् शब्दः यस्य अन्ते झष्वर्णः अस्ति. झष्वर्णः चतुर्थ वर्गचतुर्थाः झाभा गाढ वर्गचतुर्थ अस्ति, यथा उदाहरणानि लभ् बकार इस् झष्वर्णः, मघ् खकार इस् झष्वर्णः, क्षुत् थकार इस् झष्वर्णः, उङ् घकार इति झष्वर्णः. आदयः सर्वे झषन्ताः एकाचः धातवः सन्ति. एकाच् अपि अस्ति वा भगिनि? आं भगिनि, एकाच् अपि अस्ति. लप् धातु मध्ये ह्रस्वकारः अस्ति, बकार अन्ते अस्ति, मघ् ह्रस्वकारः अस्ति, क्षुद् ह्रस्व उकारः अस्ति, उङ् उङ् उकार शार्ट् ह्रस्व उकारः अस्ति. एकाचः अस्ति, एकाचः झषन्तः. समीचीनं भगिनि, धन्यवादः. विजया भगिनी अग्रिम बिन्दुद्वयं पठति वा? भगिनी कुत्र अस्ति भगिनि? सारी, क्षम्यतां भगिनि. अस्माकम् अष्टाध्यायी डाट् काम् मध्ये 8237 इति सूत्रसङ्ख्या, 8237 बशो बश् जसन्तस्य स्तोः इति सूत्रम् अस्तु. विजय भगिनी पठति वा चतुर्थपञ्चमबिन्दुः? अस्ति वा भगिनि? आम् आम् अस्ति अस्मि अत्र अग्रे बश् इति किं तत् पश्यामः. जशन्तस्य एकाचः बश् इत्युक्ते यः एकाच् शब्दः जशन्तः अस्ति तस्मिन् उपस्थितः बश् वर्णः. यथा गृद् धातुः एकाच् अस्ति जशन्तस्य च अस्ति. एतस्मिन् उपस्थितः बश् वर्णः इत्युक्ते गकारः. ज्ञातव्यम् अयं बश् वर्णः अस्मिन् एकाच् जशन्तशब्दे कुत्रापि भवितुम् अर्हति. अस्तु, तत्र बश् इति किञ्चित् धातुतः जकारविहाय अन्ये सम्यक् वदतु. सम्यक् जकारविहाय अन्ये वर्गतृतीयः अस्ति ज विहाय जबहडदस् इति ज विहाय. अत्र जशन्तस्य एकाचः बश् इत्युक्ते यः एकाच् शब्दः जशन्तः अस्ति तस्मिन् उपस्थितः बश् वर्णः. यथा गृद् धातुः एकाच् अस्ति चेत् तत्र जशन्तः च अस्ति, तृतीयवर्णः खलु. अतः एतस्मिन् उपस्थितः बश् वर्णः इत्युक्ते गकारः. ज्ञातव्यम् अयं बश् वर्णः अस्मिन् एकाच् जशन्तः शब्दे कुत्रापि भवितुम् अर्हति इत्युक्ते एतत् पदं मध्ये गकारः कुत्रापि भवितुम् अर्हति इति वा भगिनि तत्र जश् अन्ते भवति. जशन्तः इत्युक्ते जश् अन्ते भवति, परन्तु बश् इति यद् भागः अस्ति तत् कुत्रापि भवितुम् अर्हति. तद् आदौ एव भवितव्यं वा मध्ये इति इति नियमः किमपि नास्ति. कुत्रापि भवितुम् अर्हति तस्मिन् भागे धातोः एकः अवयवः. तदेव अग्रिमबिन्दुः, तदपि पठतु भगिनि. अस्मिन् सूत्रे पञ्चमबिन्दुः, अस्मिन् सूत्रे धातोः इति अनुवृत्तिः अस्ति, परन्तु भाष्यकारणेन अत्र धातोः इत्युक्ते धातोः अवयवस्य इति अर्थः स्वीकरणीयः इति लिखितमस्ति. धातोः अवयवः इत्युक्ते धातोः कश्चन विभागः. कश्चन विभागः इत्युक्ते तत्र कुत्रापि खलु भगिनि, कुत्रापि आगच्छति इति. भाष्यकारः इत्युक्ते तत्र पतञ्जलिना एतत् उक्तं धातोः अवयवस्य इति तत्र स्वीकरणीयः इति. सम्यक्, धातुः इति अनुवृत्तिरूपेण आगच्छति, तत्र धातोः अवयवः इत्यस्य जशन्तस्य एकाचः बश् इति कुत्रापि भवितुम् अर्हति. भागः धातोः एकः भागः. धन्यवादः भगिनि. भगिनि, मम मोबैल् मध्ये शीघ्रं शीघ्रं क्लोस् अस्ति, अतः पास्वर्ड् इच्छति, अतः एव किञ्चित् समयः आसीत्. ओ ओ नास्ति चिन्ता, नास्ति चिन्ता भगिनि. अस्तु, राजेन्द्रमहोदय पठति वा? आम् नमस्कारः भगिनी. नमस्ते महोदय. भारते आसम्. ओ सम्यक्, अस्तु. प्रत्यागतवान् वा इदानीम्? आमाम्, इदानीं गत सप्ताहे एव आगतम्. ओ अस्तु, सम्यक् महोदय. अतः षट् षड् बिन्दुः अस्ति. आम् आम् षष्ठः. आम् अतः एतत् सर्वम् एकत्रीकृत्य सूत्रे अस्मिन् स्थाने कः भवति? धातोः एकाच् जशन्त अवयवस्य बश् वर्णः अत्र स्थाने भवति. अस्मिन् सूत्रे एकाचो बशो बश् जशन्तस्य स्थितोः सूत्रे तत्र स्थाने किं भवति, कुत्र कार्यं भवति अत्र? अत्र धातोः एकाच् जशन्त अवयवस्य बश् वर्णः यः अस्ति सः वर्णः स्थाने भवति. यत् कुत्रापि भवेत् परन्तु बश् वर्णः एव स्थाने भवति, तत् एव कार्यं भवति. अग्रिमं महोदय. अत्र आदेशः कः? भष् इति आदेशः. अतः उपरि निर्दिष्टः यः भष् वर्णः स्थाने तस्य भष् भष् आदेशः स्यात्. यथा सङ्ख्यम् अनुदेशः समानाम् इति इत्यनेन बकारस्य भकारः, गकारस्य घकारः, डकारस्य ढकारः, डकारस्य ढकारः आदेशः स्यात्. आदेशः अस्ति भष् भष् भावः तत्र भवति. यत्र भष् वर्णः अस्ति तस्मिन् स्थाने भष् आदेशः भवति. यथा सङ्ख्याम् अनुदेशसूत्रेण तत्र यतोहि अत्र बकारः अस्ति तत्र भकार आदेशः भवति. घकारस्य स्थाने घकार आदेशः भवति. ढकारस्य स्थाने ढकार आदेशः भवति. ढकारस्य स्थाने ढकार आदेशः भवति. भष् भष् वर्णस्थाने भष् आदेशः भवति. सम्यक्. आम्. अतः धातोः एका जषन्तस्य अवयवस्य भष् वर्णः एव स्थानी. अत्र तत्र भष् इति आदेशः भवति अस्मिन् स्थाने. आदेशः तु भष् इति भवति. धन्यवादः महोदय. अरुणा भगिनी अग्रिमं निमित्तं किम्? नमस्ते भगिनि. अतः एतत् अष्ट निमित्तं किं? क्षम्यतां, निमित्तं किं? स्वा सद्वोः इति सद्वोः तोः इति सप्तमी द्विवचनं सकारे परे द्वा प्रत्यये च परे इत्यर्थः. अस्मिन् सूत्रे पदान्ते इत्यपि अनुवृत्तिः अस्ति, अतः पदान्तम् इत्यपि निमित्तम्. निमित्तं किं? द्वो त्वो इति सूत्रे अस्ति. अत्र अर्थमस्ति सकार वा द्वा प्रत्ययपरे च परे इति अर्थः. पदान्ते अपि अनुवृत्तिः अस्ति सूत्रे, अतः पदान्तम् इत्यपि निमित्तम्. निमित्तद्वयमस्ति, पदान्त अनन्तरं सकार द्वा प्रत्ययपरे, तदेव बस् भावः भवति. समीचीनम्. अग्रिमपङ्क्ति इदानीं सम्पूर्ण सकारः इति प्रत्यय न किमपि सकारः भवितुमर्हति वा? अन्यत् किमपि सकारः भवितुम् अर्हति महोदय. प्रत्ययः इति न, अन्यत् कुत्रापि अपि वयं दृष्टवन्तः सकारे परे कार्यं भवति. आम्. इदानीं सम्पूर्णसूत्रस्य अर्थः सरलतया ज्ञातुं शक्यते. धातोः यः एकाच् जषन्तः अवयवः सः यदि पदान्तः अस्ति, नो चेत् तस्मात् परः यदि सकारः त्वप्रत्ययः वा अस्ति, तर्हि तस्य भस्वर्ण्यस्य भस् भस् स्यात्. सम्पूर्णसूत्रम् अस्ति. प्रथमः धातोः एकाच् अस्ति, जषन्त अस्ति, अवयवः अस्ति, तदनन्तरं सः पदान्त अपि अस्ति, नो चेत् तस्मात् परः यदि सकारः द्वप्रत्ययः अस्ति चेत् तस्य भस् वर्णस्य भष् स्यात्. निमित्तं पठितवन्तः. निमित्तानि के? धातोः एकाच् प्रथमं निमित्तं, तदनन्तरं जषन्तं, तदनन्तरं पदान्त अस्ति अपि अन्यनिमित्तं. तत् पदान्त अस्ति परतः पदान्तात् परे सकारः वा द्वप्रत्ययः अस्ति चेदपि बस् वर्ण्यस्य स्थाने भष् स्यात्. समीचीनं. एकाचः जषन्तः, जषन्त अवयवः इति स्थानं स्थानी अस्ति तत्र चकारद्वशब्दप्रत्ययपरे पदान्ते इति निमित्तं तत्र बष्वर्णस्य बष् इति आदेशः भवति. समीचीनं भगिनि, धन्यवादः. उदाहरणं किम् इति एकवारं पश्यामः. एतत्तु नूतनानि उदाहरणानि, परन्तु वयम् अवगन्तुं किञ्चित् प्रयत्नं कुर्मः, अवगच्छामः इति मन्ये. पश्यामः. उषा भगिनी पठति वा प्रथम उदाहरणम्? आं भगिनि. दुःख योगः सु दुःख हल्ङ्याभ्यो दीर्घात् सुतिस्य प्रथमं पूर्वं यदस्ति तदपि पठतु भगिनि, तद् अवगन्तुं समीचीनं भवति. ओके, पदान्ते दुःख इत्यनेन सुप्रत्ययस्य लोपः भवति. ओके, एण्ड् सो देन् दुःख दहकारा बिकम्स् घकार. धातेर्धातोर्घः इत्यनेन दकारादि हकारः घकारः भवति, घकारादेशः स्यात्. दुग् इति धुग् भवति. अत्र सुप्रत्ययस्य लोपोपि प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन दुग् इति पदसंज्ञां स्वीकरोति. तथा च अयं शब्दः एकाचः बशन्तः धात्वयवः अस्ति. एकाचः भषन्तः भषन्तः घकारान्तः धातु अवयवः अस्ति. ओके, एतादृशस्य पदान्ते विद्यमानस्य एकाचः भषन्तः धातु अवयवस्य भष् वर्णस्य एकाचो भषो भष् जषन्तस्य द्वोः इत्यनेन बष्वर्णः इत्युक्ते धकारः भवति. ओके, धकारस्थाने धकारः भवति. धकारः इति बष्वर्णः, धकारः इति भष्वर्णः. दुग् इति स्थिते दुग् योगः सु निमित्ता सकारः द्व अपि द्वयोः सकारः प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन अस्ति. सो दुग् योगः सु अस्ति, सकारः अस्ति निमित्तं दुग् योगः सु दकारस्य स्थाने. सो दिस् इस् भगिनी, धातु अवयवस्य बष्वर्णस्य इति दे आर् दे इण्डिकेट् द इनिशियल् दकार. ओके, दुःख एव तदेव. ओके, तद् यद्यपि तस्य लोपः जातः अपि तस्य धातुसंज्ञा तु तिष्ठति एव. तद् अवयवः, तस्य भागः इति वदति. ओके, सु इति लोपः च जातः वाटेवर् इस् रिमेनिङ्ग् इस् दुग् तस्य अवयवः. ओके, ओके, सो दुग् स्थाने धुग् भवति. या, ओके, धुग् इति स्थिते जलां जशोन्ते इत्यनेन गकारस्य गकारः भवति. ओके, दुग् इति स्थिते धुक् भवति भावसाने इत्यनेन विकल्पेन ककारः भवति. ओके, अनेन प्रकारेण दुः शब्दस्य प्रथम एकवचनस्य धुग् अथवा धुक् एते द्वे रूपे भवतः. ओके, दुः योगः सु. ओके, प्रत्ययपरे किञ्चित् उक्तं खलु भगिनि, अत्र प्रथमबिन्दु तदेव पठति भगिनि. इदानीं तद् वदामि भगिनि, तद् पठतु भगिनि उषा भगिनि. पदान्ते तद् अतस्मात् पूर्वम् उदाहरणात् पूर्वं पदान्ते दुः प्रपूरणे इत्युक्ते धेनोः दुग्धनिष्कासनम्. पदान्ते दुः प्रपूरणे इत्युक्ते धेनोः दुग् धनिष्कासनम् मिल्किङ्ग् इति वदामः किल, दुग्धनिष्कासनम्. पदान्ते दुः प्रपूरणे इत्युक्ते धेनोः दुग् दुग्धनिष्कासनम्. ओके, अस्य धातोः क्विप् प्रत्यये परे दुः इति प्रातिपदिकं सिद्ध्यति. दुः इति प्रातिपदिकं सिद्ध्यति. दुः क्विप् प्रत्यये परे. क्विप् इत्यस्य सर्वस्य लोपः भवति, अतः अङ्गस्य किमपि परिवर्तनं न भवति. दुः इत्युक्ते दुग्ध. यः धेनोः दुग्धं निष्कास्यति सः. ओके, अस्य शब्दस्य प्रथम एकवचनस्य प्रक्रियां पश्यामः. ओके, दुः योगः क्विप् इति प्रत्ययस्य योगविज्ञत् दुः इत्युक्ते दुः इति शब्दः जायते. ओके, प्रातिपदिकं सिद्ध्यति कृत् प्रत्यय. ओके, क्विप् इति कृत् प्रत्ययः, दुः इति दुः इति दोग्ध. ओके, दुः इत्यस्य अर्थः दुग्धा इति. तत्र क्विप् इति प्रत्ययः सर्वापहारलोपः इत्युक्ते पूर्णतया तस्य लोपः भवति इति. तत्र दुः एव अवशिष्यते. किमपि क्विप् कारणेन किमपि तत्र अङ्गस्य धातोः परिवर्तनं किमपि न भवति. तस्य एव लोपः जातः, किमपि परिवर्तनं न भवति, अतः तद् दुः एव अवशिष्यते. तत्र अनन्तरं दुः योगः सु इति अस्माकं सु प्रत्ययः. तत्र पदान्ते इत्यस्य निमित्तत्रयं किल अस्माकं एकाचो बशो बशु इत्यस्य पदान्ते इत्यस्य प्रथम उदाहरणं. पदान्ते कथं भवति इति दुग् इति यद् पदान्ते आगच्छति, इदानीं पदसंज्ञा जाता, अनन्तरम् एकाचो बशो बश् इति कार्यं कथं तत्र भवति इति प्रथम उदाहरणम्. अत्र क्विप् इति प्रत्ययम् इष्टं नास्ति खलु भगिनि? किम् इष्टं नास्ति? नावगच्छामि. तस्य कार्यं किमपि नास्ति अत्र, परन्तु तत्र क्विप् इति प्रत्ययम् आगन्तुं किमर्थं तत्र? न तदपि इति यदा कार्यं भवति एव प्रातिपदिकनिष्पादनार्थं. प्रथमं धातुः आसीत्, इदानीं प्रातिपदिकः अभवत्, पुनः प्रातिपदिक पुनः धातुः अभवत् सर्वं अत्र. भगिनि, अत्र क्विप् इति प्रत्यय कश्चन सनादिप्रत्ययः अपि अस्ति खलु? अत्र तत्तु प्रातिपदिक विधीयते. एतत्तु धातोतः विधीयते, कृत् प्रत्यय. कृत् प्रत्ययेन धातुः प्रातिपदिकं भवति, सनादिप्रत्यय कृत् प्रत्ययेन प्रातिपदिकं धातुः भवति. तत्र किमपि भवेत् महोदय, सः सादृशं क्विप् क्विप् इति द्विवारं वदति चेत् किमपि कार्यम् अवश्यम् अस्ति. सः एव आचरति, पितरति, सः बालति, बाल इव आचरति, बालति, पितरति, मातरति, राजति इति तादृशरूपाणि. तत्र प्रातिपदिकात् तिङन्तपदं भवति सनादिपत्येन इति. तत्र नामधातुः इति अपि वदामः, अत्र केच् केङ् प्रत्ययः अस्ति, अत्र राजायते, पुत्रीयते, आम् गरुडायते इति अपि, गरुडायते, काम्यच् पुत्रकाम्यति, पुत्रकाम्यति, काम्यच् पुत्रीयते, पुत्रीयति, पुत्रायते, अपि च पुत्रकाम्यति इति रूपाणि. दशरथस्य विषये एव वदामः किल, पुत्रकाम्यते इति. पुत्रकामेष्टियागः इति. सम्यक्. आम् अस्तु महोदय, भवान् एव द्वितीय उदाहरणं पठतु. हा, द्वितीय सकारे परे बुद्ध अवगमने धातुः ऋट् लकारस्य प्रथमपुरुषे एकवचनस्य प्रक्रिया भुदुयोग लृट् इति अस्ति लृट् शेषचैतन्येन भुदुयोग इदानीं त इति अस्ति अत्र अहं तिप्तसि इत्यस्य इति भावे आत्मनेपदधातुः अस्ति बुद्ध इति अतः बुद्धयोगता इदानीं चकासि ऋटोः इत्यनेन विकर्णपत्यस्य आगमः भवति बुद्धयोगस्य योगता इदानीं बुद्धयोगस्य योग त इति अस्ति टितात्मनेपद्य इत्यनेन ते भवति इदानीम् अनन्तरं भोदिति भवति पुगन्तलघुपतिः चित्रेण भोद्योगस्य योगते भोद्योगस्य योगते इति अस्ति इदानीं धकार अस्ति भोद् इति अस्ति एकाचो बशो बश् जसन्तस्य सद्वो ध्वोः इत्यनेन इदानीं सकारे परे भुद् धकार अस्ति जसन्तस्य धातुः अस्ति इदानीं भकारः भोद् भोद् इदानीं बकारस्य एकवारं जश् बष् भावः भवति अतः बकारस्य महाप्राणः भवति बोध् इति भवति बोध्य इति इदानीं धकारस्य इदानीं सकारः अस्ति अतः खरिचैतस्येन तकारादेशः भवति प्रथमवर्णं भवति तवर्गीय भोत्स्य ते इति रूपं भवति अत्र सकारस्य परे सकारस्य परे अतः सकारस्य परे अपि कार्यं भवति इति वदति समीचीनम् अग्रिमं द्वशब्दे परे पठामः शिवल्ली भगिनी द्वशब्दे परे किं भवति इति पठति वा आम् द्वाशब्दे परे बुध् अवगमन् धातोः लुङ्लकारस्य मध्यमपुरुष बहुवचनस्य प्रक्रिया आम् भगिनि द्वा इति मध्यमपुरुष बहुवचन बहुवचनस्य प्रत्ययः बुद् योगः लुङ् बुद् योगः श्ली योगः लकार श्ली लुङ्गि लुङ्गि इति सूत्रेण श्ली विकार विकरणप्रत्ययः श्ली इति विकरणप्रत्ययः अस्ति लुङ् इत्यस्य श्ली इति विकरणप्रत्ययः प्रत्ययः बुद् योगः श्ली योगः लकार लकारप्रत्ययः मध्यमपुरुषे द्वा आं भगिनि बुद् योगः सिच् योगः लि श्लेः सिच् इति सूत्रेण श्लि इत्यस्य सिच् आदेशः भवति लिङ्गि सचावात्मनि पदेषु इत्यनेन सिच् प्रत्ययस्य किद् किद्वत् भावः अतः ङिति च इत्यनेन उपधा गुणनिषेधः पुगन्तल उपदस्य इति सूत्रस्य निषेधः अस्ति आं भगिनि कित् इति सिच् इति प्रत्ययस्य कित्वत् भावः निति च इति सूत्रेण गुणनिषेधः भवति आम् अत् अत् योगः बुद् योगः सकारः योगः लकार लुङ् लङ् लृङ् लृङ्षु अडुदात्तः इति अडागमः आयोगः अट् आगमः भवति आयोगः बुद् योगः सकारः योगः ध्वं ध्वं तिप्तश्चि सिप्तश्च इति ध्वम् इति मध्यमपुरुषे बहुवचनप्रत्ययः अस्ति इति तिपादयः आत्मनेपदस्य मध्यमपुरुष एकवचनस्य विवक्षायां ध्वं प्रत्ययः मध्यमपुरुषे एकवचनस्य विवक्षायाम् अट् योगः बुद्ध् योगः ध्वम् इति धी च इति सकारलोपः भवति आम् अट् योगः बुद्ध्योगः ध्वं सकारलोपः बुद्ध्योगः सकार आम् सिच् भवति आयोगः बुद् योगः ध्वम् एकाचो बशो भश्चषन्तस्य स्तोः बुद् इति एकाच जषन्तः धातोः अवयवस्य बकारः अस्ति बकारस्य स्थाने जश् भकारः आदेशः भवति अबुध्वम् अबुद् योगः आं भगिनि, आयोगः बुद्ध्योगः द्वं जलां जश्चुषि इति जस्त्वम् आदेशः भवति, रूपं भवति अबुध्वम्। भगिनि अत्र कि इति विकर्णप्रत्ययं धातु गणस्य लुङ् लुङ् लुङ् लकारः गणस्य लुङ् गणचिन्तनं लट् लङ् लोट् विधिलिङ्ग् एव गणचिन्तनं किल, अन्यत्र न। तत्र तु लुङ् लकारः इति कृत्वा किमपि कार्यं सिच् इति आदेशः भवति इति। परन्तु दशगणस्य मध्ये छि इति विकर्णप्रत्ययं कुत्रापि न आगच्छति खलु भगिनि? तदेव अहम् उक्तवती किल भगिनि, लट् लोट् लङ् अनन्तरं विधिलिङ्ग् तत्र एव गणचिन्तनम्, अन्यत्र षड् गणाः सन्ति, क्षम्यतां षड् लकाराः सन्ति किल, तत्र गणचिन्तनं नास्ति। आर्धधातुकलकाराः किल, सार्वधातुकलकारेषु एव गणचिन्तनम्, आर्धधातुकलकारेषु गणचिन्तनं नास्ति। कर्तरिषप् इति सार्वधातुके कर्तरिप्रत्यये तद् एव भवति एव न आम्, तद् अस्ति, पाठः अस्ति। इदानीम् अस्माकं विषयः तु एकाचो बशो बश् एव, तद् लुङ्लकारः यदा पाठः आगच्छामः तत्र ची कथं सिच् प्रत्ययः, चिलि कथं सिच् इति भवति इति पश्यामः। समीचीनं किल, इदानीम् अवगतं किल, वदतु। चिलि कर्णप्रत्ययः अस्ति वा, तत् किञ्चित् मनसि संशयः अस्ति? न न न, चिलि इति अस्माकं लुङ् लकारस्य विषये महोदय, लुङ् लकारस्य गणविकरणं नास्ति, लकारविकरणम् इति वदामः किल, स्य यथा लृट् लकारे स्यति स्य इति आगच्छति तादृशम्। अवगच्छामि, तत् अवगच्छामि, लुङ्गि तत्र चिलि आगच्छति, तदनन्तरं सिच् आगच्छति, परन्तु अत्र लिखितमस्ति इति चिलि विकर्णप्रत्ययः, तत्र सत्यं वा? तद् लुङ् लकारस्य लुङ् विकरणप्रत्ययः इति अवगन्तव्यम्। लुङ् लकारे परे धातोः च्लि प्रत्ययः भवति इति, लुङ् लकारस्य विषये धातोः च्लि इति विकरणप्रत्ययः, तत्र पट् इति अस्ति चेदपि च्लि एव भवति, लिक् अस्ति चेदपि च्लि एव भवति, तत्र धातुः इति गणचिन्तनं नास्ति, लकारस्य प्रत्ययः। भगिनि अत्र विकरणप्रत्ययः इत्युक्ते तत्र अन्ये प्रत्ययानां कोऽपि अर्थः भवति, अत्र विकरणप्रत्ययस्य कोऽपि अर्थः नास्ति, तत्तु पदसिद्ध्यर्थम् एव भवति इति कृत्वा तस्य नाम विकरणप्रत्ययः इति वदति। तावदेव मध्ये आगच्छति इत्येव, तावदेव। स्या इति लृट् मध्ये बहु प्रसिद्धमस्ति खलु भगिनि, तादृशमेव च्लि अपि अस्तु, तादृशमेव तत्र पठिष्यति, तत्र पट्टे अपि स्य एव, लिक् अपि स्य एव, चुर् अपि स्य एव, तत्र गणचिन्तनं नास्ति किल, लुट्लकारे लुट्लकारे तास् इति अस्ति खलु, पठिता पठितास्। आम् परन्तु भगिनि अत्र विषयान्तरमस्ति, अत्र किमर्थं तत्र एतत् अर्धातुकप्रत्ययः अस्ति खलु, अतः किमर्थम् इरागमः न भवति इति, तत्र सीच् इति निषेधः अस्ति तत्र, कुत्रापि एकस्मिन् पक्षे भवति अन्यस्मिन् पक्षे न भवति इति लुङ्लकारे कश्चन नियमाः सन्ति। किमर्थं पठिष्यति इति अत्र सकारः अस्ति, अत्र इडागमः अस्ति अर्धार्थकलकारः इति कृत्वा अत्र नास्ति इति स्विच् इति, स्विच् इत्यत्र नियमाः सन्ति, तत्र भवति न भवति इति नियमाः सन्ति, पक्षद्वयम् इति स्वीकृत्य चिन्वत् भावः इति किमपि अस्ति, तत्र भवति अन्यत्र न भवति इति नियमाः सन्ति, तद् पठामः अग्रे आगच्छति तदपि। अस्तु, इदानीम् अस्माकं पाठं प्रति गच्छामः, इदानीं बश् भावः स्पष्टम् इति मन्ये भगिनि, बुद्धि इति अनिद्धातु, बुद्धि इति अनिद्धातु अनिद्धातु भिन्नमस्ति वा, न बोधति इति सेट् धातु इति दत्तमस्ति अष्टदशाट्कं मध्ये, हलन्तदातु फोर्त् गण बुद्ध भिन्नभिन्न प्रायः बुद्ध बुद्ध अवगमने अस्ति चेत् अनिट् बुद्ध अवगमने अस्ति चेत् अनिट् न न प्रथमगणस्य परन्तु तद् किम् अस्ति इति न दृष्टवन्तः तद् बुध्यते इति तद् भिन्नमस्ति अहं चिन्तयामि तद् एतद् बोधति इति भवति अत्र बुध्यते इति चतुर्थगणमस्ति वा तद् अस्ति चेत् समीचीनमेव किल महोदय तत्र किमपि अन्यत्र अन्यस्मिन् विषये न एव चिन्तनीयम् अनिट् अस्ति आमाम् अत्र आमाम् अत्र च आत्मनेपदधातुः एव स्वीकृतमस्ति सम्यक् अत्र आत्मनेपदी एव दृष्टम् आम् अस्तु अस्तु अहं चिन्तितवान् अस्ति सेट् अस्ति किमर्थं न भवति चिन्तनं सम्यक् एव अस्तु अग्रे सरामः अस्माकं करपत्रे तत्र एकाचो बशो बश् इत्यस्य एकम् उदाहरणं स्थापितवान् महोदयेन तद् पठित्वा अग्रे गच्छामः सकारान्तदातवः प्रति श्रीवल्ली भगिनी पठितवती विजया भगिनी अस्माकं करपत्रे पदान्ते लङि इति अधोः योगः तकारः आं भगिनि पदान्ते लङि अधोः योगः तकारः एकनिमिषं भगिनि इदानीं सम्यक् श्रूयते वा भगिनि श्रूयते अस्तु पदान्ते लङि अधोः योगः तकारः हल् याभ्यो दीर्घात् सुतिस्पृक्तक् अपृक्तं हल् इत्यनेन तकारः लोपः अधोः इति पदं निष्पन्नं धातोर्गः इत्यनेन हकारस्य स्थाने गकारः अगोग् अधोग् एकाचो बशो बश् जषन्तस्य स्वोः इत्यनेन बशः बशादेशः अगो अधोग् इति इदानीमेव वयं दृष्टवन्तः तत्र गकार अहकारः स्थाने चतुर्थवर्णः गकारः आगच्छति किमर्थं चेत् तत्र अधोग् एकाचो बश् बस् इति जषन्तस्य दा स्वोः इत्यनेन बशः बशादेशः अधोग् इति आगच्छति अकारस्य तानि चतुर्थवर्णः कवर्गीय चतुर्थवर्णः तत्र आगच्छत् सकारादिप्रत्यये परे दकारस्य स्थाने दकारः समीचीनम् सकारादिप्रत्यये परे सकारादिप्रत्यये परे गर्ह् स्यते ओह् हो दह इत्यनेन अह दह गर्द् स्यते एकाचो बशो बश् जषन्तस्य स्वोः इत्यनेन बशः बशादेशः तत्रापि अहारस्य स्थाने चतुर्थवर्ण कवर्गीय चतुर्थवर्णः परिवर्तनम् अभवत् तत्र गर्द् योगः स्यते गर्द् स्यते इति आगच्छति सम्यक् अतः जषन्तदातवः धातोः अवयवः जषन्तः अस्ति वा पदान्ते जषन्तः अस्ति एकाच् अस्ति तत्र यदा महोदयेन तत्रैव लिखितं त्री फोर् इति फोर् फोर् भवति तृतीयवर्णस्य च स्थाने चतुर्थवर्णः आदेशः भवति यत्र कुत्रापि भवितुम् अर्हति धातोः अवयवेषु अस्तु अग्रिमम् अस्ति सकारान्तदातवः इति तद् पठामः राजेन्द्रमहोदय पठति वा पठामि सकारान्तधातवः सकारान्तधातूनां पदत्वे सति तिपि दत्वं सिपि ऋत्वं दत्वं वा सकारान्धातूनां पदसंज्ञा यदा अस्ति पदते इत्युक्ते पदसंज्ञा एवं भगिनि सति दत्त्वं सिति ऋत्वं दत्त्वं वा तत् किञ्चित् भवती तत्र तिपि अस्ति चेत् तिपि अस्ति चेत् दत्त्वं सिपि अस्ति चेत् ऋत्वं दत्त्वं वा तिप् इति परः अस्ति चेत् तत्र दत्त्वमेव भवति यदा सिप् इति प्रत्ययः प्रत्ययः परः अस्ति चेत् तत्र ऋत्वं दत्त्वं द्वयमपि भवति तत्र वा इति समुच्चयार्थे न विकल्पार्थे न इति अग्रे एव अस्ति आम् पठतु महोदय सकारान्तधातु सकारान्तधातूनां पदत्वे सति तिपि दत्त्वं तिप्सि तिप्सिनिस्ते तिप्यनस्तेः तिप्यनस्तेः पदान्तस्य सकारस्य दकार आदेशो भवति तिपि परे परन्तु अस् धातोः न भवति इदं सूत्रं ससुजरुः इत्यस्य अपवादः येन विधि तदन्तस्य इत्यनेन तदन्तविधिः अलन्त्यस्य इत्यनेन अन्तिमवर्ण आदेशः न अस्ति अनस्ति कस्य अनस्ते हे अनस्तेः तिपि सप्तम्यन्तम् अनस्तेः षष्ट्यन्तं द्विपदं सूत्रं ससुजरुः इत्यस्मात् सः इत्यस्य अनुवृत्तिः वसु सुध्वं स्वन् गुहा गुहां दः इत्यस्मात् दः इत्यस्य अनुवृत्तिः पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं सः पदस्य दः तिपि अनस्ते अत्र सूत्रं वदति यत्र सः पदमे अस्ति पदे यः पदान्ते यः सकारः अस्ति तस्य स्थाने दकार आदेशः भवति तिपि परे अस्ति चेत् अस् धातोः तथा न भवति तत् अनस्तेः अस् धातोः अस्ति चेत् तथा तत् न तिपिनस्ते सूत्रं कार्यं न करोति तदा समीचीनं अतः पदान्तः पदान्ते भवेत् पदान्ते सकारस्य दकारादेशः इति भवति परन्तु तत्र पदान्ते इति अपि दत्तम् अस्ति अनन्तरं तिपि परे इति अपि दत्तमस्ति तदेव वैशिष्ट्यम् अस्मिन् सूत्रस्य यदा पदान्ते अस्ति चेत् तत्र प्रत्ययः किमपि भवितुम् अर्हति किल तादृशं नास्ति तिप् प्रत्ययः परः अस्ति चेत् कार्यं भवति इति उदाहरणं पठतु महोदय अनेन सूत्रेण लङ्लकारस्य तप् प्रत्यये परे सकारान्तपदस्य सकारस्य दकारादेशः भवति यथा अचकास् योगत तप्रत्यया हल्याभ्यो दीर्घास्तस्य अपृक्तं हल् इत्यनेन तप्रत्यया लोपः भवति अचकास् इति पदं तिप्यनस्ते अत्र इत्यनेन अन्तिमसकारस्य धकार आदेशः भवति अचकात् अचकात् अत्र अचकासः लुङ्लकारः अस्ति तत्र हल्यीर्घस्य प्रथमः एकाल् अस्ति तप्रत्ययः तस्य लोपः भवति अचकास् पदम् इदानीमस्ति पत्संज्ञा अस्ति तिप्यनस्ते हे सूत्रेण तत्र सकारः यः अन्त्यसकारः अस्ति तस्य दकारादेशः भवति अचकाद् अचकाद् भवति निष्पन्नं भवति समीचीनम् अतः अचकास् योगः किमपि अन्यत् प्रत्ययः अस्ति चेत् अस्य सूत्रस्य प्रसक्तिः तत्र न भवति तिप्यनस्तेः इति सूत्रस्य अन्त पदान्तस्य सकारः अस्ति इति कृत्वा तस्य कार्यं न भवति कदापि न भवति तद् पदसंज्ञा भवेत् अनन्तरं प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन प्रत्ययलक्षणमपि तिष्ठति चेदेव तस्य कार्यम् सः तत् चकास् इति अस्ति अत्र किप् प्रत्ययोजनेन चकास् इति भवति सर्वोपहारि चकाः एव भवति ससजिशोरुः इत्यस्य सूत्रस्य प्रसक्ति न तु अस्य इति अस्ति अपवादः आमां आम् अस्तातोः तु न भवति इति अस्ति तिपि अनस्तेः इति सूत्रं सकारान्तधातूनां पदत्वे सति तिपि दत्त्वम् इति सूत्रस्य अर्थः अस्तु अरुणा भगिनी अग्रिमं सकारान्तधातूनां पदत्वे सति सिपि ऋत्वं दत्त्वं च सिपि धातोः धातौ रुर्वा पदान्तस्य सकारस्य रु आदेशो भवति दकारो वा सिपि परे अत्र वा इति समुच्यार्थे येन विधिः तदन्तस्य इत्यनेन तदन्तविधिः अलोन्त्यस्य इत्यनेन अन्तिमवर्णादेशः धातोः उक्तं पदसूत्राणाम् अर्थपूर्तिकृते प्रकृतसूत्रे आवश्यकता नास्ति सिपि सत्यमन्तं धातोः सत्यन्तं रुः प्रथमान्तं वा अव्ययपदम् अनेकपदमिदं सूत्रं ससजुषो रुः इत्यस्मात् सः इत्यस्य अनुवृत्तिः वसुस्रं शुद्धं स्वनुडु दः दः इत्यस्मात् दः इत्यस्य अनुवृत्तिः पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं सः धातोः पदस्य रुः दः वा सिपि अत्र प्रयत्नं करोमि भगिनि सिपि धातो रुर्वा पदान्तस्य अन्तिमवर्णसकारे अस्ति चेत् रु आदेशो भवति दकार अपि भवितुम् अर्हति निमित्तं सिपि परे दकारम् अपि भवति दकार वा इति विकल्प अर्थं नास्ति समुच्यार्थे एव अपि अर्थे अस्ति अनुभूत येन वितरन्स्य सूत्रं परिभाषासूत्रेण तदन्तविधिः केव सकार अन्ते अङ्गस्य अन्ते अस्ति तदेव अलन्तस्य तेन अन्तिमवर्णेन आदेशः भवति अनुभूतिसहितसूत्रमस्ति सः धातोः पदस्य रुः दः वा सिपि परे सिपि तदेव भगिनि समीचीनं तत्र यद्यपि तत्र धातोः इति अस्मिन् सूत्रे उक्तमस्ति तद् अस्य सूत्रस्य प्रसक्त्यार्थं तस्य आवश्यकता नास्ति परन्तु अनुवृत्तिरूपेण अग्रिमसूत्रे आगच्छति इति कृत्वा अत्र पाणिनिना स्थापितम् इत्येव दत्तमस्ति धातोः उक्तं परसूत्राणाम् अर्थपूर्तिकृतेः प्रकृतसूत्रे आवश्यकता नास्ति अस्मिन् सूत्रे अस्य आवश्यकता नास्ति सिपि धातो रूर्वा इत्यत्र धातोः इति पदस्य का आवश्यकता इति प्रश्नः आगच्छति तत्र न अवश्यं परन्तु अन्य अग्रिमसूत्रे दश्च इति अग्रिमसूत्रमस्ति तत्र तु धातोः इति तस्य आवश्यकता अस्ति इति कृत्वा छान्दसि इति यदा वदामः किल छान्दस् यदा मौखिक किं वदामः ओरलि एव तद् सूत्राणि आगतानि इति कृत्वा तत्र प्रायः सः तत्र स्थापितवान् दश्च धातोः न तद् नास्ति तद् नास्ति मीटर् छन्दस् छन्दस् तद् तस्मिन् विषये एव तत्र स्थापितवान् दश्च धातोः इति प्रायः मीटर् सम्यक् न भवति तत्र अन्यत्रापि यद् उक्तं तत्र तिप्यनस्तेः इत्यस्यापि यद् धातोः इति सिपि धातो रूर्वा इत्यत्र यद् धातोः इति पदम् अस्ति तत्र उपरि अपि अनुवृत्तिरूपेण गच्छति इति अपि दत्तमस्ति प्रायः काशिकायां वा कुत्रापि दत्तमस्ति तत्र अर्थं कथम् आगच्छति इति अहं न जानामि परन्तु आम् भवितुम् अर्हति आम् आम् आम् भवति एव तद् वोरुपधाया दीर्घः इति तिपि अनस्तेः इति 73 अस्ति रोरुपदाया दीर्घः इकः इत्यत्र 76 अस्ति तत्र रोरुपदाया अपि अनुवृत्तिरूपेण तिप्यनस्तेः इति इत्यस्मिन् सूत्रे आगच्छति इति उक्तमस्ति तस्य का आवश्यकता इति अहं न जानामि पूर्णतया तद् पठनीयम् इतोपि अवगन्तु अष्टादे डाट् काम् मध्ये नास्ति तत्र तत्र कुत्रापि तत्र अहं पठितवती अद्य एव कथं किमर्थं धातुः इति अत्र अस्ति इति यद् चिन्तनम् आसीत् तत्र पठितवती तत्रापि तिप्य अनस्तेः इत्यस्यापि तत्र अनुवृत्तिः गच्छति इति अस्तु तदेव धातोः विषये अग्रे अपि पठामः उषा भगिनी पठति वा प्राचीनैः उच्यते यत् आं भगिनि प्राचीनैः उच्यते यत् वसु स्रवंसु ध्वं and my screen suddenly went off. I got it beginning. Yeah. Prachinahi uchyate yat vasu sramsu dvamsu and dvamsu anaduham daha ityasmat daha ityasya anuvrutya dakarasya pakshaha siddhyati sakshat anena eva sipi dato rurva iti sutrena. प्राचीनैः उच्यते यत् वसु स्रंसु ध्वंसु अनडुहां दः इत्यस्मात् दः इत्यस्य अनुवृत्त्या दकारस्य पक्षः सिद्ध्यति साक्षात् अनेन एव सिपि धातोरुर्वा इति सूत्रेण नवीनैः उच्यते यत् अस्य आवश्यकता नास्ति यतोहि रु अपक्षे सुस्थाने दकार आदेशः जलां जशोन्ते इत्यनेन ओके रू अपक्षे सुस्थाने दकार आदेशः जलां जशोन्ते इत्यनेन परन्तु अद्यत्वे आधिक्येन वैयाकरणाः वदन्ति यत् ससजुषोरुः जलां जशोन्ते इत् अनयोः मध्ये ससजुषोरुः इत्यस्य अपवादभूतत्वात् जलां जशोन्ते इत्यस्य पुनः नितराम् अवकाशः नास्ति इत्थञ्च सिपि धातोरुर्वा इत्येन एव रुश्च दश्च क्रियते ओके सकारस्य स्थाने दकारः अथवा ऋकारः अपि भवितुम् अर्हति ऋकारः अथवा इति न द्वयमपि भवति द्वयमपि भवति ओके द्वयमपि भवति प्राचीनैः दः कम्स् फ्रम् वसु स्रंसु ध्वंसु अनडुहां दः इत्यस्मात् सूत्रात् वसु स्रंसु ध्वंसु अनडुहां दः इति ओके 72 ओके एण्ड् दः इत्यस्य अनुवृत्त्या दकारस्य पक्षः सिद्ध्यति ओके साक्षात् अनेन एव सिपि धातोरुर्वा इति सूत्रेण ओके नवीनैः इति नवीनकालजनाः नवीनैः वैयाकरणः नवीनकाल नाटस्य नवीन वैयाकरणाः नवीनैः उच्यते यत् अस्य आवश्यकता नास्ति यतोहि रु अपक्षे सुस्थाने दकारादेश जलां जशोन्ते इत्यनेन रु अपक्षे सुस्थाने दकारादेशः भवति जलां जशोन्ते ओ अन्ते जष् भावः सकारस्य स्थाने हौ आर् बि गेटिङ्ग् रु अपक्षे सुस्थाने दकारादेशः जलां जश् जबन् ओके परन्तु अद्यत्वे आधिक्येन वैयाकरणाः वदन्ति यत् ससजुषोरुः जलां जुषोन्ते इत्योर्मध्ये ससजुषोरुः इत्यस्य अपवादभूतत्वात् सिपि धातोरुर्वा इति अपवादसूत्र फार् ससजुषोरुः ओके ससजुषोरुः इत्यस्य अपवादभूतत्वात् जलां जुषोन्ते इत्यस्य पुनः नितराम् अवकाशः नास्ति ओके ससजुषोरुः इति जलां जशोन्ते इत्यस्य अपवादः. यदा एकवारं बाधितं तद् बाधितमेव, पुनः तस्य कार्यं न भवति. ओके. इत्थञ्च सिपि धातोरुर्वा इत्येन एव रुश्च दश्च क्रियते. अतः मतद्वयम् अस्ति. एकं वदति तत्र अस्मिन् सूत्रे दकारः सिपि धातोरुर्वा इत्यस्य अनुवृत्तिरूपेण दकारः आनीतः, तदेव वयं स्वीकुर्मः. अन्यस्मिन् पक्षे स वदति जलां जशोन्ते इत्यनेन सकारस्य स्थाने दकारादेशः भवितुम् अर्हति इति. परन्तु अद्यत्वे ते न मन्यन्ते, ते तु सिपि धातोरुर्वा इत्यनेन एव स्वीक्रियन्ते इति दत्तमस्ति. अस्तु, धन्यवादः भगिनि. धन्यवादः. आं, रघुपतिमहोदय. अनेन सूत्रेण लङ्लकारस्य स्वप्रत्यये परे सकारान्तपदस्य सकारस्य स्थाने विकल्पेन दकारादेशः ऋत्वं वा भवति. यथा अचकासियुगस् इति अस्ति सलोपः, एकवारम् अचकासिगसु इति अस्ति अत्र सलोपः भवति सयोगान्तस्य लोप इत्यनेन. क्षम्यतां, न न न क्षम्यताम्, एतत्तु हल्गाभ्यदीर्घेन. आं, सत्यम्. अस्तु, तस्य लोपः भवति अचकास् इति सिपि, इदानीम् अचकास् अस्ति सिपि धातो रुर्व इत्यनेन विकल्पेन रु आदे रुत्व आदेश रु आदेश अतः अथवा दकारादेश अचकाद् अथवा अचकारु अचकारु चेत् ऊ इत्यस्य इत् संज्ञा भवति रु इत्यस्य. अतः अनन्तरं कर्वासनः विसर्जनीयः इत्यनेन अवसाने स्थाने विसर्गादेशः अचकाः अचकाः अथवा अचकाद् इति रूपद्वयं भवति सिपि धातो रुर्व इत्यनेन रूपद्वयं. सम्यक्. अग्रे पठतु महोदय. अत्र दृष्टिः एवं सकारान्तपदम् अस्ति चेत् कीदृशं कार्यं स्यात् इति प्रश्नः. अस्मिन् प्रसङ्गे सर्वसामान्यं सूत्रं जलां जशोन्ते 8-39. सकारः जलि अस्ति, अनेन सूत्रेण पदान्ते सकारस्य जस्त्वं नाम वर्गीयव्यञ्जनस्य तृतीयसदस्य स्थानेन्तरतम इत्यनेन दन्त्यसकारस्थाने दन्त्यतवर्गादेशः दन्ततवर्गस्य तृतीयसदस्य दकारः भवति. अतः सर्वसामान्यं सिद्धान्तः पदान्ते सकारस्य स्थाने दकारादेशः. परन्तु ससदिशोः रुः तस्य अपवादः, अनेन पदान्ते स्थितस्य सकारस्य स्थाने रु आदेशः भवति. पुनः तिप् प्रत्यये पदे तिप्पि अनस्तेः तिप्पनस्तेः तस्य अपवादः, अनेन तिपिपरे पदान्तस्य सकारस्य दकारादेशः भवति. एवमेव सिप् प्रत्यये पदे सिपि धातोरुर्वा ससदृशोरुः इत्यस्य अपवादः, रुर्व इति सूत्रं ससदृशोरुः इत्यस्य अपवादः, अनेन सिपि परे पदान्तस्य सकारस्य रु आदेशः दकारादेशश्च भवति. यथोक्तं जलां दशते इत्यनेन स्वस्थाने दकार न उपलभ्यते, यतोहि तत्तु बाधितं ससदृशोरुः इति सूत्रेण. अस्तु, अत्र दत्तमस्ति किमर्थं जलां जशोन्ते इत्यस्य सूत्रस्य प्रसक्तिः नास्ति किमर्थमिति चेत् ससजोहुरु इति अपवादसूत्रमस्ति, तदपि प्रबाद्य इदानीं सिपि धातोरुर्व इत्यस्य प्रसक्तिः भवति. अत्र तिपिपरे अथवा तिपिपरे तु तिपि अनस्तेः इत्यनेन दकारादेशः. अत्र दकारादेशः सिपि धातोः रुर्व इत्यनेन ऋत्वं भवति. किमर्थमित्युक्ते ससजुरुः इति अपवादं कृत्वा ऋत्वं ऋत्वम् अस्ति अथवा दकारादेशः इति अस्ति. अनन्तरं तत्र ससजुरुः इत्यनेन विसर्गः भवति. क्षम्यतां, करवासविसर्जिनि इत्यनेन विसर्जिनः भवति इति अस्ति. अग्रे, अतः जलां जशोन्ते सामान्यसूत्रं, तस्य अपवादः ससजुषोरुः, तस्य अपवादः तिपि अनस्तेः वा, यदा तिप् परः अस्ति चेत् तिपि अनस्तेः, सिप् पद परः अस्ति चेत् सिपि धातोरुर्वा. सम्यक् एव किल. पदान्ते सकारः अस्ति चेत् ससजुषोरुः इत्यस्य अवकाशः तु अस्ति एव. आं सम्यक्. जलां जशोन्ते ससजुषोरुः इति अपवादः, अनन्तरं सिपि धातोरुर्वा वा तिप्ति अनस्तेः, यद् तिप् परे अस्ति चेत् वा सिप् परे अस्ति इति कार्यं भवति. समीचीनं. श्रीवल्ली भगिनी, अन्तिमपरिच्छेदः तत्र. आं भगिनि, प्रश्नः उदेति यत् एकः प्रश्नः भगिनि. आम् आं वदतु भगिनि. अत्र वसु संशु ध्वंसु एतत् सूत्रमस्ति खलु भगिनि, अत्र एतत् सर्वं तृतीय चतुर्थ पञ्चमी मध्ये द्विवचने मध्ये एव विद्वस् इत्युक्ते विद्वस् योगः भ्यां विद्वत् भ्यां, तत्र एव दकारः परिवर्तनम् अभवत् खलु भगिनि. संस् भ्यां षट् भ्यां तत् सूत्रं किं करोति इत्येव अहं न जानामि भगिनि. तद् अनुवृत्तिरूपेण मध्ये अस्ति भगिनि. ओ अस्तु, समीचीनं भगिनि. आं प्रायः अहं तत्रैव दकारः परिवर्तनम् अभवत् विद्वस् इति सकारस्य स्थाने दकारः. चतुर्थ चतुर्थ पदमस्ति खलु तत्र वंसु अपरं संसु ध्वंसु अनडु हाम अनुडुहाम अनुडुहामभ्याम् अनुडुट् भ्यां द्वस् भ्यां द्वट्भ्यां स्रस् भ्यां स्रग्भ्यां विद्वस् भ्यां विद्वद् भ्यां तत्र दकारः आगच्छति सकारस्य स्थाने. समीचीनम् अस्तु. आं भगिनि, प्रश्नः उदेति यत् सिप् यदा आगतः तदा कथं वा धातुसंज्ञा स्यात्, सिपि धातोरुर्वा इति सूत्रेण धातोः अपि उक्तं सिपि अपि उक्तम्. अत्र वार्ता एवं, कस्य भागस्य का संज्ञा, वस्योगहति इति स्थितौ वसा इति अङ्गस्य धातुसंज्ञा नास्ति, तत्र किन्तु वस् इति अन्तर्निहितभागस्य धातुसंज्ञा तु तदानीमपि अस्ति एव, एवमेव सिप्तः विधानान्तरमपि धातोः धातुसंज्ञा तिष्ठति. यथा यथा अचकास्योगः सकारः इत्यत्र अचकास्योगः सकारः इत्यस्य पदसंज्ञा, अचका इत्यस्य धातुसंज्ञा, तदा सकार प्रत्ययलोपानन्तरम् अचका इत्यस्य धातुसंज्ञा अपि भवति, पदसंज्ञा अपि भवति. आं भगिनि, प्रश्नः उदेति यत् सिप् यदा आगतः तदा कथं वा धातुसंज्ञा स्यात्, सिपि धातुः उर्वा. आं पदान्तस्य इति अस्ति, कथं धातुसंज्ञा स्यात्, सिपि धातुरुर्वा इति सूत्रेण धातोः अपि उक्तं सिपि अपि उक्तं. सिपि इति सुप्रत्ययः सिप् नो भगिनि, सिपि अपि उक्तम्. आम् प्रत्ययः अपि उक्तं, धातुः इति अपि उक्तं, पदान्ते इति अपि उक्तं, कथं भवेत् इति एव प्रश्नः. अत्र वार्तायां कस्य भागस्य का संज्ञः, उदाहरणं दत्तमस्ति वसा योगः ति इति स्थितौ वसा इति अङ्गस्य धातुसंज्ञा नास्ति, तत्र किन्तु वस् इति अन्तर्निहितभागस्य धातुसंज्ञा तु तदानीमपि अस्ति एव. वसायोगः अङ्गम् अङ्गस्य वसा इति पदम् अङ्गम् अङ्गस्य धातुसंज्ञः नास्ति, तत्र वस् इति अन्तर्निहितभागस्य धातुसंज्ञा वस्योगः वस् इति अन्तर्निहितभागस्य धातुसंज्ञा तु तदानीमपि अस्ति एव. आं भगिनि, वस इति अङ्गं वस् इति धातुः वस इति अङ्गं वस् इति धातुः एवमेव सिपः विधानान्तरमपि धातोः धातुसंज्ञा तिष्ठति. ओके, यथा अचकासयोगः सकारः इत्यत्र अचकासयोगः सकारः इत्यस्य पदसंज्ञा भवति सप्रत्यय अनन्तरम् अचकास् इत्यस्य धातुसंज्ञा आं भगिनि तदा सकारप्रत्ययलोपानन्तरम् अचकास् इत्यस्य धातुसंज्ञा अपि भवति पत्संज्ञा अपि भवति द्वयोः संज्ञा भवति तत्र अस्माकं यदा कार्यं वयम् इच्छामः तादृशं वयं स्वीकुर्मः इदानीं तत्र धातुसंज्ञा आवश्यकम् एतेन सूत्रेण कार्यं कर्तुम् इत्युक्ते वयं तत्र धातुसंज्ञा अस्ति इति स्वीकुर्मः यदा तत्र अङ्गसंज्ञा इति आवश्यकं चेत् अङ्गसंज्ञा इति स्वीकृत्य तत्र कार्यं कुर्मः अत्र एकं सूत्रमस्ति यदा समयः अस्ति चेत् तत्र पठतु तत्तु अन्तादिवच्च इति एकं सूत्रमस्ति तत्र पूर्वं 6-1 प्रायः यदा समयः अस्ति चेत् पठतु तत्र एतादृशमेव तत् दत्तमस्ति एकपूर्वपरयोः इत्यत्र अधिकारे अस्ति अस्मिन् एकपूर्वपरयोः अधिकारे एव तस्य कार्यं भवति 6-1 एव भवति यत्र सन्धि अस्ति अन्तिम अवयवः भवति आदिम अवयवः भवति अन्तादिवत्वा भवति आदिवत्वा भवति कार्यम् इति अस्ति तद् सूत्रं परिशीलयतु तत्र एतादृशमेव अर्थः तत्र आगच्छति परन्तु तस्य अधिकारः अस्मिन् अध्याये नास्ति तत्तु एकपूर्वपरयोः इत्यस्मिन् अधिकारे एव अन्तादिवच्च इति सूत्रस्य अधिकारः अन्तादिवत् भवति वा आदिवत् भवति इति स्वीकरणीयम् अस्माकं कार्यं कथम् इच्छामः तादृशं स्वीकरणीयम् इति अत्र अपि तादृशमेव दत्तम् अत्र सूत्रे सिपि धातो रूर्वा इति दत्तं तत्र अस्माकं धातुसंज्ञा आवश्यकं चेत् तत्र धातुसंज्ञा अस्ति इति स्वीकुर्मः तस्य न आवश्यकं चेत् न इति स्वीकुर्मः तावदेव उक्तमस्ति समयः अस्ति चेत् तत् पठन्तु तद् किञ्चित् लघुरूपेण एव दत्तमस्ति परन्तु बहु मुख्यसूत्रमस्ति तद् एतद् अवगन्तुमपि सहायं करोति अस्तु अग्रे सरामः तदेव सापि धातो रूर्वा इत्यस्य कार्यम् अस्तु राजेन्द्रमहोदय दकारान्तदातवः पठति वा पठामि दकारान्तधातवः दकारान्तधातूनां पदत्वे सति सिपि ऋत्वं धत्वं वा दश्च धातोः पदान्ते दकारस्य स्थाने विकल्पेन रु आदेशः भवति सिपि परे रु अभावे धत्वम् एव येन विधि तदन्तस्य इत्यनेन तदन्तविधिः अलोन्त्यस्य इत्यनेन अन्तिमवर्णस्य दकारस्य एव स्थाने न तु पूर्णपदस्य दः पञ्चमे अन्तं च अव्ययपदं द्विपदं सूत्रं सिपि धातुरूर्वा इत्यस्य पूर्णसूत्रस्य अनुवृत्तिः पदस्य इत्यस्य अधिकारः अनुवृत्तिसहित सूत्रं दः च धातोः पदस्य रुः वा सिपि सूत्रं भवति अत्र पदान्ते धकारः अस्ति चेत् तस्य विकल्पेन रु आदेशः भवति सिपि परे सिपि प्रत्ययपरे अस्ति चेत् तत्र रु आदेशः भवति दकारस्य स्थाने तत्र धातुसंज्ञा भवेत् तत्र धातुसंज्ञा अपि भवेत् अपि च पदस्य तस्य अधिकारे अस्ति सूत्रम् एवं भगिनि आं समीचीनं तत्र मम एकः प्रश्नः अस्ति तत्र सिपि धातो रूर्वा इत्यस्य वा इति समुच्चयार्थे इति उक्तवन्तः अतः रूपद्वयम् इदानीं तस्य पूर्णतया अनुवृत्तिः अत्र आगच्छति इदानीं किमर्थं वा इति विकल्पार्थे इति स्वीकृतवन्तः न जाने व्याख्यानमेव पठनीयम् किल दश्च वा इत्येव दत्तवन्तः तत्र समुच्चयार्थे इति उक्तवन्तः अत्र विकल्पार्थे किमर्थं तादृशम् विकल्पेन भवति अत्र लिखितमस्ति वाक्ये तत् विकल्पेन रु आदेशः भवति सिपि परे आम् परन्तु पूर्वस्मिन् सूत्रे तु वा इति समुच्चयार्थे इति स्वीकृत्य रूपद्वयं साधितवन्तः किल इदानीं तस्य एव अनुवृत्तिः पूर्णरूपेण अत्र आगतं तत्र इदानीं किमर्थम् अत्र पदान्ते दकारः अस्ति एव तत्र तत्र विकल्पेन दकारस्य रु आदेशः भवति ओ दकारः अस्ति इति कृत्वा तदपि सम्यक् एव रु अभावे दत्त्वमेव इत्युक्ते पुनः दत्त्वम् आगच्छति किल आमां प्रायः दकारान्तधातुः इति कृत्वा तदपि सम्यक् उदाहरणमपि अस्ति अत्र अमोमोद् पठतु महोदय अमोमोद् योगप्रत्यया हर्ण्याभ्यो दीर्घास्तस्य पृष्टं हल् इत्यनेन स लोपः अमोमोद् इति पदं वा अवसाने इत्यनेन विकल्पेन पदान्ते चर् आदेशः अमोमोद् अमोमोद् दश्च इत्यनेन अन्तिमदकारस्थाने विकल्पेन रुत्वम् अमोमोद् अमोमोरु अमोमोरु चेत् उ इत्यस्य इत्संज्ञा लोपश्च खर्वस्थाने विसर्जनीय इत्यनेन विसर्गादेशः अमोमोः त्रीणि रूपाणि अमोमोद् अमोमोद् अमोमोः अत्र अत्र अत्रापि तथैव अवगच्छामि अहम् अत्र दकारात् धातुः अस्ति एव अमोमोद् अस्ति एकरूपं यथा यतोहि यथा तत्र सकारस्य लोपः भवति हर्णिभ्यस्य दीर्घस्य पृष्टं सूत्रेण तत् अमोमोद् पदं प्राप्नोति पत्संज्ञा प्राप्नोति इदानीं वा स्थाने सूत्रेण दकारस्य स्थाने चर् आदेशः भवति तकार आदेशः भवति अमोमोद् अमोमोद् अपि च अमोमोद् रूपद्वयम् अनन्तरं दश्च सूत्रेण यः अमोमोद् अस्ति तस्य स्थाने ऋत्वम् आदेशः ऋत्वं रु आगच्छति चेत् खर्वस्थाने विसर्जनीय तत् विसर्ग आदेशः भवति रु स्थाने उकारस्य लोपः भूत्वा तत् रस्थाने रेफ्स्थाने विसर्ग आदेशः भवति तद् अमोमोहो भवति तत् कारणात् तत् रूपत्रयम् अस्ति अमोमोद् अमोमोद् अमोमोहो मोहो रूपत्रयम् आगच्छन्ति अहं चिन्तयामि तथैव तत्र वा अस्ति तत्र विकल्पेन तत् रु आदेशः भवति प्रायः तद् दकारान्तधातुः स्वयम् अस्ति इति कृत्वा प्रायः तत्र विकल्पेन इति दश्च इत्यस्य स्वीकृतवन्तः सम्यक् महोदय अस्तु अरुणा भगिनी अदादिगणे विद्धातुः सिपि परे आं भगिनि अदादिगणे विद् धातुः सिपि परे अविद् योगः सकार अवेद् योगः स किमर्थं गुणं भवति भगिनि सिप् किल सिप् सिप् अवेद् योगः स हल्नाभ्यो दीर्घस्य श्रुतिस्य प्रकृतम् अपृक्तं हल् इत्यनेन हल् उत्तरस्य अपृक्तसञ्ज्ञकः प्रत्यस्य लोपः भवति अवेद् इति रूपं वा अवसानितसूत्रेण विकल्पेन पदान्ते च आदेशः भवति अवेद् वा अवेद् तदनन्तरम् अवेद् दश इति विकल्पेन अवेरु सकरवसादियो विसर्जनीयः इत्यनेन विसर्गादेशः अवेः ततः त्रीणि रूपाणि अवेद् अवेत् अवेः किमर्थम् अदादिगण विद्येव दत्तं भगिनि किं भगिनि अदादिगणे विद् केवलं विद् धातु अनेषु गणेषु भवति, केवलम् अधादिगणे अत्र अस्माकं विकरणप्रत्ययः मध्ये न आगच्छति किल, विकरणप्रत्ययस्य लुक् भवति, तत्र एव दकार सकार हल् हल् सन्धि अवसरः तत्र एव भवति किल, तदेव कारणम् आवेद्योगः सकार सिप् अस्ति तथा गुणः भवति आवेद्योगः स हल्लाप्यो दीर्घास्य हल् इत्यनेन सकारप्तसञ्ज्ञकप्रत्ययस्य लोपः भवति अवेद् इति कर वा अवसारितसूत्रेण विकल्पेन पदान्ते छर् आदेशः भवति, ततः अवेत् आर् अवेत् इति रूपद्वयमस्ति, तदनन्तरं तस् तश्च इति सूत्रेण विकल्पेन ऋक् ऋत्वं भवति सकारस्थाने, तदनन्तरं करवसानयोः विसर्जने एतेन विसर्ग आदेशः अवेः इति रूपं निष्पन्नं भवति, ततः त्रीणि रूपाणि अवेद् अवेत् अवेः इति रूपत्रयमस्ति। अग्रे अपि पठतु भगिनी प्रश्नः उदेति यत् दश्च इति सूत्रेण औपदेशिकधातुः एव इष्यते किम्, वस्तुतः तु सूत्रे तथा किमपि न उक्तम्, यत्र यत्र धातुसंज्ञा अस्ति तत्र तत्र स च धातुः दकारान्तौ अपि पदमपि इति चेत् सिपि पदे विकल्पेन ऋत्वादेशो भवति, यथा रुधादिगणस्य रुद् धातुः लङि अरुणद् योगः शिप् सिपः लोपः अरुणद् धातुसंज्ञा अस्ति पदसंज्ञा अस्ति चस्तं कृत्वा अरुणद् धातुसंज्ञा अधुना अपि अस्ति पदसंज्ञा अधुना अपि अस्ति दश इति सूत्रेण विकल्पेन ऋत्वम् अरुणः न अवगतं भगिनि, प्रयत्नं करोमि। प्रश्नः उदेति दश इति सूत्रेण औपदेशकधातुः एव इष्यते किम्, औपदेशिकधातुः इत्युक्ते किं भगिनि? पाणिनीयधातुपाठे अस्ति औपदेशिकधातुः, तत्रैव यत्र यत्र धातुसङ्ख्या परिवर्तनस्य अपि भवितुम् अर्हति सन्धि सन्धिभूत्वा प्रकारपरिवर्तनं भवति तत् अपि भवति अरुणः इति अरुणः इति सुबन्धपदमेव दृश्यते। तत्र अनुवृत्तिसहितसूत्रे दः च धातोः पदस्य रुवासिपि इति अस्ति किल भगिनि, तत्र धातुः इति यद् उक्तम् अनुवृत्तिरूपेण तत् औपदेशिकधातुः वदति वा आतिदेशिकधातुः वदति वा इति प्रश्नः। किम् अस्माकमिच्छा यत्र यत्र धातोः इति वदामः चेत् औपदेशिकधातोः विषये एव वदामः किल, तादृशं वा इति प्रश्नः वदति, तादृशं किमपि नास्ति, धातुसंज्ञा तु तिष्ठति एव रुदादिगणे, यद्यपि तत्र वयं सिप् इत्यस्य लोपः कुर्मः तदापि तत्र धातुसंज्ञा तिष्ठति एव, यदाहम् इदानीम् उक्तवती अन्तादिवच्च इति सूत्रस्य विवरणं तादृशमेव, यत्र यत्र वयम् इच्छामः कार्यं कर्तुं किम् आवश्यकम् इति तत् संज्ञा तत्र अस्ति एव, यदा वयम् अङ्गसंज्ञा इच्छामः अङ्गसंज्ञा अस्ति एव, धातुसंज्ञा धातुसंज्ञा अस्ति एव, इदानीं पदसंज्ञा इति वदामः चेत् तद् अस्ति एव, परन्तु सर्वत्र निरूपणं करणीयं, तादृशं वयं यत्किमपि न वक्तुं शक्नुमः, तत्र निरूपणं करणीयं, प्रमाणम् आवश्यकं, परन्तु तद् अस्ति एव इत्येव वदति। धन्यवादः। आं तत् अन्तिमपरिच्छेदः पठित्वा समापयामः, उषा भगिनी पठति वा? तत्र मम प्रश्नस्य उत्तरम् अत्र अस्ति इति चिन्तयामि। ओके, अन्यप्रश्नः उदेति यत् यया रीत्या सिपि मै स्क्रीन् जस्ट् गोस् बैक् दातो रोर्वा। ओके, अन्यः प्रश्नः उदेति यत् यया रीत्या सिपि धातोरुर्वा इति सूत्रे वा इति पदं समुच्चयार्थे यया रीत्या च वसु स्वंसु द्वंसु अनडुहां दह इत्यस्मात् दह इत्यस्य अनुवृत्त्या दकारः विधेयः भवति तया एव रीत्या अपि दश्च इत्यस्मिन् अपि इत्यस्मिन् भवति किम् तया एव रीत्या अपि दश्च इत्यस्मिन् अपि भवति किम् अत्र मतद्वयम् अस्ति काशिकायां व्याख्यातम् अस्ति दकारस्य धातोः पदस्य सिपि परतः रुर्भवति दकारो वा काशिकाकारस्य मतेन तदेव वा समुच्चयार्थे येन रुत्वं दत्वं चेति विधेयद्वयं भवति द्वयमपि सिद्ध्यति अनेन एव दश्च इति सूत्रेण अतः काशिकाकारस्य मतेन दकारस्य अनुवृत्तिः भवति अत्रापि परन्तु सिद्धान्तकौमुद्यां भट्टोजिदीक्षितेन लिखितं व्याख्यानम् अस्ति धातोर्दस्य पदान्तस्य सिपि परे रुः स्याद् वा धातोर्धस्य पदान्तस्य सिपि परे रुः स्याद् वा अस्मिन् दह इत्यस्य अनुवृत्तिः अस्वीकृता अस्मिन्नेव च लाघवं दकारविधेयं चेत् गौरवम् इति दकारविधेयं चेत् गौरवम् इति रुत्वस्य अपक्षे अस्माकं धातुरूपीपदं तु दकारान्तस्य अस्ति एव पुनः दकारस्य आनयनस्य का आवश्यकता पुनः दकारस्य आनयनस्य का आवश्यकता इत्येवं रीत्या मातृभिः साकं चर्चा सञ्जाता इत्थञ्च दश्च इति सूत्रे दकार अनुवृत्तिः मास्तु वा इति पदं विकल्पार्थे एव यद् राजेन्द्रमहोदयेन उक्तं तदेव सत्यमस्ति तत्र यद् दकारान्तधातुः एव अस्ति किल दकारान् धातुरूपी पदमस्ति अनन्तरं पुनः दकारस्य का आवश्यकता तदेव तत्र मतद्वयम् अस्ति एकस्मिन् मते तु काशिकायां किं वदति तत्र सिपि धातो रूर्वा इति पूर्णस्य अनुवृत्तिः समुच्चयार्थे इति कृत्वा रूपद्वयम् इति वदति अग्रिम यदा भट्टोजिदीक्षितः वदति तत्र का आवश्यकता तत्र तु गौरवमेव लाघवं नास्ति तत्तु पूर्वमेव दकारान्तधातुः किमर्थं तस्य अनुवृत्तिरूपेण अनन्तरं किमर्थम् एकं रूपम् इति वदति तावदेव तत्र मम प्रश्नस्य उत्तरं प्राप्तं राजेन्द्रमहोदयेन यत् उत्तरं दत्तं तदेव अत्र महोदयेन स्थापितमपि समीचीनम् अस्तु तत्र मकारान्तदातवः एव अवशिष्टाः तत्र तृतीयबिन्दुः यत् जष्त्वं चत्वम् अस्ति तद् वयं जानीमः अग्रिमसप्ताहे पठामः अपि अवश्यं तस्मात् अनन्तरं अभ्यासः इति यद् भागः अस्ति तस्य आरम्भं कृपया कुर्वन्तु प्रच्छ पाप्रच्छ इति अस्ति यदा पश्यन्ति चेत् अग्रे अस्ति संयोगान्तस्य लोपः पूर्वत्र सिद्धं नश्चापदान्तस्य जलि सर्वं समाप्य अभ्यासः इति प्रच्छ इति आरम्भं करोतु केवलं मकारान्तधातुः एव अवशिष्टाः पदान्ते अनन्तरं किं भवति इति भवन्तः जानन्ति एव जष्त्वं चत्वं तद् यदा वयं पठामः यू केन् फिल् इन् द ब्लाङ्क्स् अतः आरम्भं करोतु अभ्यासः कथं करणीयम् इति भवन्तः जानन्ति एव प्रक्रिया सूत्राणि कथं भवति इति किञ्चित् सूत्रसङ्ख्यादृष्ट्या अपि चिन्तनं कृत्वा स्थापयन्तु यत्र यत्र विशेषकार्याणि आगच्छन्ति तत्र वयं कुर्मः चिन्तनम् आरम्भं कुर्वन्तु अनन्तरं कुर्मः अभ्यासः इति पूर्वमेव अस्ति. लङ् लकारस्य तिप् प्रत्यये परे रूपं कल्पनीयं. सिपि विद्यते चेत् तदपि वक्तव्यम् इति आरम्भं भवति अभ्यासः इति. अस्मात् आरम्भं करोतु. अत्र दक्ष सूत्रद्वयमस्ति भगिनि. कुत्र दश इति सूत्रं पठितवन्तः? सूत्रद्वयम् अस्ति तादृशमेव. 6-1 इति आम् तद् भिन्नम् एय्टु एव अस्माकं कार्यं. हलन्त हल् सन्धिः किल, 8-2 एव अस्माकं कार्यं. 7-2 अस्तु. अस्तु, धन्यवादः. धन्यवादः भगिनि. शुभरात्रि. धन्यवादः भगिनि. धन्यवादः भगिनि.